सर्वेषां गीतासोपानवर्गं प्रति स्वागतम्। आरम्भे एकं सुभाषितं श्रूयतां। भगिनी सुभाषितं श्रावयतु। आं भगिनि। विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनं विद्या भोगकरी यशस्सुखकरी विद्या गुरूणां गुरुः विद्या बन्धुजनो विदेशगमने विद्या परा देवता विद्या राजसु पूज्यते न तु धनं विद्या विहीन पशुः। गुरुभ्यो नमः। नमस्ते भगिनी, धन्यवादाः। सप्तमी विभक्तिः इति विषयः प्रवर्तमानः अस्ति। सप्तमी विभक्तेः प्रसङ्गे षट् षष्टितमं पुटपर्यन्तं वयं प्राप्तवन्तः। अद्य इतः अग्रे सरेम। तत्र ज्ञातव्याः अंशाः के इति एकवारं पश्येम। सप्तषष्टितमं पुटम् अवलोकयामः। तत्र अभ्यासाः सन्ति। अभ्यासम् अवलोक्य गभीरतया चिन्तनं करवाम। अस्तु, आरभामहे। सर्वे सप्तषष्टितमं पुटं पश्यन्तु। तत्र अभ्यासः अस्ति सप्तमी विभक्तेः प्रसङ्गे। गीताञ्जलि भगिनी, भवती अभ्यासं दृष्ट्वा प्रथमं वाक्यं पठतु, सूचनां पठित्वा पठतु। आवरणे विद्यमानस्य शब्दस्य सप्तमी विभक्तिरूपेण रिक्तस्थानानि पूरयत। आवरणे विद्यमानस्य शब्दस्य सप्तमी विभक्तिरूपेण रिक्तस्थानानि पूरयत। पूरयत इत्युक्ते बहुवचन लट् लोट् रूपमस्ति। मध्यमपुरुष तदनन्तरं रिक्तस्थानानि कर्मपदं रिक्तस्थानानि पूरयत। सप्तमी विभक्तिरूपेण तृतीया शब्दस्य तु षष्टि विद्यमानस्य शब्दस्य विशेषणविशेष्यभाव आवरणे अपि सप्तमी तत्र भगिनि। उत्तमम्। अत्र विद्यमान इति कीदृशं पदम्? विद्यमान इति मतु प्रत्यय तत्र भगिनि न भगिनि अस्तु शान क्षम्यतां भगिनि च प्रत्यय तत्र विद्यमानस्य शानच् इत्युक्ते कथं वदामः शानच् इति आत्मनेपदी अस्ति चेत् शानच् आयाति इति भगिनि। इतोपि वक्तुम् इच्छति वा अस्मिन् प्रसङ्गे, अत्र विद्यमानप्रसङ्गे? विद्यमान लता भगिनी एकवारम् इतोपि वदतु विद्यमान इति पदस्य प्रसङ्गे। भवती यद् जानाति तद् वदतु। विद् धातुः विद्यते इति आत्मनेपदि पुरुष एकवचन। विद्यमान इत्युक्ते वर्तमानकाले कार्यं न सम्पूर्णं, इदानीं स्टिल् कण्टिन्यूयिङ्ग्। वर्तमानकाले कार्यं समाप्तः नास्ति, इदानीं प्रचलन् अस्ति। एतावत् अत्र विद् धातुः अस्ति। अत्र ये ये जनाः व्याकरणवर्गं गच्छन्ति ते सर्वे जानन्ति एव विद् धातुः बहुषु गणेषु अस्ति, किन्तु अत्र विद् सत्तायाम् इत्यस्मिन् अर्थे विद्यते भवन्तः सर्वे जानन्ति एव विद्यते तत्र दिवादिगणीयधातुः अस्ति। तत्र या श्रूयते विद्यते इति आत्मनेपदिरूपम् अस्ति इति कृत्वा तस्य शाणजन्तरूपं विद्यमान इति भवति। विद्यमान इति प्रातिपदिकम् अस्ति, किन्तु तस्य रूपाणि त्रिषु लिङ्गेषु भवन्ति इति विषयः। साधु, अत्र आवरणे आगमः अस्ति वा भगिनि? मुगामग मकारस्य आगमः। उत्तमं, तदपि वक्तव्यं। वदतु महोदय। अहं न जानामि अत्र दृश्यते इति कृत्वा अहं पृच्छामि मकारस्य मुगागम दृश्यते कृत्वा तस्य कार्यं न षाणजन्तुरूपेषु कुत्रचित् मान श्रूयते कुत्रचित् आन श्रूयते क्रूधातोः प्रसङ्गे पश्यामश्चेत् षाणजन्तरूपं क्रूधातुः उभयपदीधातुः क्रूधातोः षाणजन्तरूपं पश्यामश्चेत् तत्र आत्मनेपदीरूपं कुरुते अस्ति कुर्वाण भवति किन्तु अत्र विद्यमान अस्ति इत्युक्ते तत्र मकारः आयाति कुत्र मकारः आयाति कुत्र न आयाति तस्मिन् प्रसङ्गे चिन्तनमस्ति सर्वत्र मान इति न आयाति वर्तमान विद्यमान इत्युक्ते अकारः अस्ति चेत् तत्र मान आयाति अकारः नास्ति चेत् आन इति आयाति इति तत्र विषयः लता भगिनी वदतु भगिनी यदा धातुः एक एव वर्णः भवति तदा आना लिक् धातु ददान एकवर्णस्य धातुः प्रसङ्गे आना आगच्छति एण्ड् द्वे नीते वर्णाः सन्ति चेत् मान आगच्छति इत्युक्ते तस्मिन् प्रसङ्गे कक्षायाः अनन्तरम् इतोपि विस्तरेण अहं लिखामि कुत्र मान आयाति कुत्र आन आयाति तस्मिन् प्रसङ्गे तत्र विशिष्टचिन्तनं गभीरचिन्तनम् अस्ति इति अवगन्तव्यं किन्तु सर्वत्र मान इति न आयाति कुत्रचित् मान आयाति एव उत्तमम् अनन्तरम् आवरणे इति पदमस्ति अत्र आवरणम् इति पदमस्ति अत्र आवृणोति इति क्रियापदं लट्लकाररूपम् अस्ति आवरणम् इति ल्युडन्तपदम् अस्ति आवृणोति इत्युक्ते आवरणं करोति इति विषयः गीताञ्जलि भगिनी प्रथमं वाक्यं पठित्वा पूरयतु आं भगिनि ब्रह्मसरोवरः कुरुक्षेत्रं दत्तं सप्तमी आयाति ब्रह्मसरोवरः कुरुक्षेत्रे अस्ति उत्तमं ब्रह्मसरोवरः इति पदं दृष्ट्वा भवत्याः अवगमनं किम् पुंलिङ्गं पदं भगिनि प्रथमविभक्ति कर्तृपदम् अस्ति तदनन्तरम् अर्थ तु विशाल जलस्थान तदेव तदेव इतोपि अहं किञ्चित् वक्तुम् इच्छामि ब्रह्मसरोवरः इति समस्तपदम् अस्ति सरोवरः इति पुंलिङ्गपदम् अस्ति ब्रह्मणा निर्मितः सरोवरः इति विग्रहवाक्यं वक्तुमिच्छामश्चेत् तत्र तत्पुरुषसमासः भवति अथवा ब्रह्मणः सरोवरः इति अपि भवितुमर्हति अथवा ब्रह्मसरोवरः इति नाम अपि भवितुमर्हति इत्युक्ते तत्र अर्थं दृष्ट्वा विग्रहवाक्यं दृष्ट्वा तत्र समासस्य नाम वक्तव्यं ब्रह्मणा निर्मितः सरोवरः इत्यपि भवितुमर्हति कथम् इत्युक्ते ब्रह्मणा निर्मितं कुण्डं ब्रह्मकुण्डं तथा एव अत्रापि भवितुमर्हति कुरुक्षेत्रम् इति पदम् अस्ति किञ्चित् वदतु अत्र समस्तपदमस्ति कुरुणां क्षेत्रः भगिनि क्षेत्रं क्षम्यतां नपुंसकलिङ्गं पदं कुरुणां क्षेत्रम् अस्ति इति अपि समस्तपदं षष्टी तत्पुरुषसमासः अस्ति भगिनि उत्तमं तदेव कुरुणां क्षेत्रम् अस्ति क्षेत्रम् इति नपुंसकलिङ्गपदम् तत्र तत्पुरुषसमासप्रसङ्गे द्वन्द्वसमासप्रसङ्गे परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः इति सूत्रेण परशब्दस्य लिङ्गमेव सम्पूर्णसमस्तपदस्य लिङ्गं भवति इति कृत्वा अत्र समस्तपदं नपुंसकलिङ्गपदम् अभवत् कुरुक्षेत्रम् इति समस्तपदम् अस्ति किन्तु तत्र केचन अपवादाः सन्ति सर्वत्र तथा भवति न मन्तव्यं तत्र केचन अपवादाः सन्ति समस्तपदस्य लिङ्गनिर्णयार्थं भिन्ननियमाः सन्ति इति स्मर्तव्यः धन्यवादः भगिनी अधुना भूमौ भगिनी द्वितीयं वाक्यं करोतु भगिनी कुरुक्षेत्रं विषये कार्यक्षेत्रमपि अर्धं सम्यक् एव तादृशं पदमेव तत्र कार्यक्षेत्रं कार्यस्य क्षेत्रम् अथवा कार्याणां क्षेत्रम् अर्थः भिन्नः अर्थः भिन्नः इत्युक्ते तादृशम् अन्यत् समस्तपदं वदतु नर्तकाः मञ्चः दत्तः नृत्यन्ति नर्तकाः मञ्चे या मञ्चेषु नृत्यन्ति मञ्चः अकारान्तपुल्लिङ्गः गङ्गोत्री किञ्चित् चिन्तनं कुर्मः अत्र मञ्चः इति तादृशरीत्या किमर्थं लिखितम् अनुस्वार सन्ति चकारस्य अनुस्वारः लिखितव्यम् उत्तमम् तदेव अत्र शोभा भगिनी किञ्चित् इतोपि वदतु अत्र मञ्चः इति पदस्य प्रसङ्गे वदतु आं भगिनि तत्र मञ्च तत्र सन्धिः पदस्य मध्ये अपदान्त अतः अत्र अनुस्वारस्य ययि परसवर्णः इति तत्र यै वर्णः परम् अस्ति अतः चकारः चकारस्य अनुनासिकवर्णः आदेशः भवति अनुस्वारस्य स्थाने उत्तमम् अतः मञ्चः अनुस्वारस्य ययि परसवर्णः इति सूत्रेण अपदान्तनकारस्य मकारस्य च स्थाने सत्तत्वर्गस्य अनुनासिकवर्णादेशः भवतु इति सूत्रं वदति तदत् अत्र अपदान्तनकारस्य स्थाने अनुस्वारः तदनन्तरं परसवर्णादेशः अभवत् नर्तकाः इति एकं पदम् अस्ति नर्तकाः नृत्यन्ति अत्र नर्तकः इति पदस्य प्रसङ्गे अपि शोभा भगिनी वदतु नर्तकः तत्र नवल् प्रत्यय इति मन्ये भगिनी नर्तकः अर्थं तु यः नर्तनं करोति इति किन्तु नृधातु अस्ति अपि च नवल् प्रत्ययः अस्ति वा भगिनि नर्तकः इति नुवल् प्रत्ययान्तरूपं तत्र नर्तकः नर्तकाः इति रूपम् अस्ति तत्र धातुः नृत् धातोः रूपं किं भवति लट्लकाररूपं नर्तति नर्तते नृत्यति लता भगिनी वदतु अत्र नृत्यति नृत्य इति धातु नर्तिति परिवर्तयति अतः अहं गेस् करोमि वादिगणे गुणादेशः भवति किल गुणकार्यं भवति किल प्रयत्नं करोमि वा वदतु नृत् तत्र दिवादिगणे अस्ति इति कृत्वा शन् प्रत्ययः आगच्छति तत्र अनुबन्धानां निष्कासनानन्तरं या एव तिष्ठति शन् इत्यस्य शकारनकारयोः लोपः अतः नृत् योगः या योगः ति वर्णमेलनेन नृत्यति तत्र लशक्वतद्धिते अपि हलन्त्यम् इत्यनेन शकारनकारयोः लोपः उत्तमम् अत्र गुणः भवति वा अत्र गुणः न भवति उत्तमं किमर्थं न भवति दिवादिगणे तत्र शकारः एव अस्ति तत्र शकारः गुणं प्रेरयति किन्तु पकारः भवितव्यं गुणस्य अवरोधं न कर्तुं तत्र पकारः नास्ति इति कृत्वा गुणः न भवति उत्तमम् इत्युक्ते अत्र गुणकार्यं न अभवत् क्रियापदमस्ति नृत्यति तत्र धातुः अस्ति नृत् धातुः अस्ति दिवादिगणे अस्ति इति कृत्वा श्यन् आयाति श्यन् शकारः यथा भगिन्या उक्तं शित्वम् अस्ति किन्तु पित्वं नास्ति गुणस्य कृते अवरोधः भवति इति कृत्वा नृत् या ति तत्र या इति कथनेन यकारः अकारः वर्णद्वयम् आयाति दिवादिगणे चतुर्थः गणः दिवादिगणः नृत्यति दिवादिगणीय क्रियापदम् उत्तमम् अनन्तरमत्र नर्तकः इति पुंलिङ्गपदमस्ति णुवल् प्रत्ययान्तरूपम् इति अस्माभिः ज्ञातमेव. तत्र एकं सूत्रमस्ति युवोरनाकौ इति सूत्रेण तत्र णुवल् प्रत्ययः आयाति. स्त्रीलिङ्गे तस्य रूपं नर्तिका भवति. किन्तु नर्तिका इति पदं भिन्नं, नर्तकी इति पदं भिन्नं. पदद्वयम् अस्ति, नर्तिकापदमपि अस्ति, नर्तकीपदमपि अस्ति. णुवल् प्रत्ययस्य योजनेन नृत् धातुतः पुंलिङ्गे नर्तकः, स्त्रीलिङ्गे नर्तिका भवति. किन्तु नर्तकी इति पदस्य अन्ते भिन्नप्रत्ययः अस्ति. तत् भिन्न अस्मिन्नेव अर्थे अस्ति, किञ्चित् तत्र अर्थभेदः अस्ति इति मया पठितं. नर्तकी नर्तिका अनयोः मध्ये किञ्चित् अन्तरमस्ति इति अहं पठितवती. नर्तकी इति शब्दस्य अन्ते भिन्नप्रत्ययः अस्ति इति विषयः. उत्तमं. सूर्यकुमारी भगिनी, भवती पठतु तृतीयं वाक्यम्. भगिनि, गङ्गोत्री हिमगिरिः अस्ति. गङ्गोत्री हिमगिरिः अस्ति. हिमगिरौ अस्ति. पुनः वदतु. गङ्गोत्री हिमगिरौ अस्ति. बहुवचने वदतु. हिमगिरिषु अस्ति. हिमगिरिषु अस्ति. गङ्गोत्री हरिशब्दवत् गिरिशब्दस्य रूपाणि भवन्ति. अत्र हिमगिरिः इति समस्तपदमस्ति. भिन्नभिन्नरीत्या अत्र विग्रहवाक्यं वक्तुं शक्नुमः. कथम् इत्युक्ते, हिमः एव गिरिः इति वदामश्चेत् तत्र भिन्नसमासः भवति. हिमः गिरिः इव इति कथनेन भिन्नसमासः भवति. हिमस्य गिरिः इति वदनेन तत्पुरुषसमासः भवति. षष्ठीतत्पुरुषः भवितुमर्हति. एतावता हिमगिरिः इत्युक्ते हिममयः गिरिः. हिममयः गिरिः इति वदामि चेत् भिन्नसमासः भवति. एतावता हिमगिरिः इत्युक्ते हिमालयः. हिमालयः इति कथनेन हिमस्य आलयः अथवा हिमवत् पर्वतः इत्यादीनि अन्यानि पदानि अपि सन्ति. अस् धातोः प्रसङ्गे वदतु. अस् धातु अस्तु अदादिगणे अस्ति. अस्य योगः सि अस्ति. उत्तमम्. तत्र इतोपि स्टेप् लोपः भवति चेत् तदेव इत्युक्ते अदादिगणीयधातुषु मध्ये विकरणप्रत्ययः न दृश्यते इति कृत्वा अस् योगः ति द्वयोः मध्ये विकरणप्रत्ययः न आयाति इति कृत्वा केवलं शपः लुक् भवति. लुक् लुक् इत्युक्ते लोपः. अदादिगणीयलक्षणमस्ति शपः लुक्. अत्र गङ्गोत्री इति समस्तपदमस्ति. किन्तु वदतु. सारि, अस् धातोः भविष्यत्कालरूप भविष्यति एव किल. अस्ति भविष्यति. उत्तमं. भविष्यति एव. अस्तेर्भूः इति सूत्रेण भू आदेशः भवति इति धात्वादेशः भवति इति कृत्वा अस् धातोः रूपं लृट् लकाररूपमपि भविष्यति एव. उत्तमम्. इतोपि किमपि नास्ति. गङ्गोत्री इति समस्तपदमस्ति. किन्तु तस्य विग्रहवाक्यं कथं भवति इति अहं सम्यक् न जानामि. कोऽपि जानाति चेत् वदतु. चतुर्थं वाक्यं सूर्यकुमारी भगिनी, भवती एव वदतु. हा भगिनि, नीतिकथाः पुराणानि सन्ति. नीतिकथाः पुराणेषु सन्ति. पुराणानि नपुंसकलिङ्ग बहुवचनं. पुराणं एकवचनं. पुराण अकारान्त नपुंसकलिङ्गं प्रातिपदिकम्. अत्र प्रातिपदिकं वदतु. पुराणानि इत्यस्मिन् पदे अन्ते दन्त्यनकारः अस्ति, किमर्थम्? पदान्त अस्ति चेत् नकारः नकारः अवरोधम् अस्ति. पूर्वतनमूर्धननकारः अवरोधम्. उत्तमं. यद्यपि अस्मिन् पदे निमित्तम् अस्ति, रेफः निमित्तम् रेफः अस्ति, निरोधकम् अपि अस्ति. उत्तमम्. अवरोधः अस्ति, अवरोधवर्णः मूर्धन्यनकारः, तदर्थमेव अन्ते दन्त्यनकारः आयाति. अत्र पुराणं यथा भवत्या उक्तं, पुराणम् इति नपुंसकलिङ्गपदमस्ति, किन्तु पुराण इति प्रातिपदिकम् अस्ति. तस्य रूपाणि त्रिषु लिङ्गेषु भवन्ति. कथम् इत्युक्ते, पुराणः पुरुषः, पुराणा कथा, पुराणम् इत्युक्ते एतावता पुराणम् इति नपुंसकलिङ्गपदं दत्तम् अस्ति, किन्तु पुराणा प्रातिपदिकं स्वीकृत्य त्रिषु लिङ्गेषु रूपाणि भवन्ति. विशेषणत्वेन विशेषणपदमपि अस्ति. पुराणः पुराणं, पुराणा पुराणं शास्त्रं, पुराणः पुरुषः, पुराणा कथा इति अपि भवितुमर्हति. किन्तु अस्मिन् सन्दर्भे नपुंसकलिङ्गे पुराणं पदं दत्तमस्ति. पुराणम् इत्युक्ते पुराभवं, पूर्वकाले अभवत् पुराभवम् इति पुराणम्. अत्र नीतिकथाः इति पदम् अस्ति, समस्तपदमस्ति. अत्र किं भवितुमर्हति? षष्ठी तत्पुरुष अत्र नीतिः इति पदस्य प्रसङ्गे कोऽपि वदतु. नीतिः इति स्त्रीलिङ्गपद. तत्र अहं चिन्तयामि क्तिन् प्रत्यया भवति. उत्तमम् उत्तमं भगिनी, तदेव. नीतिः इति स्त्रीलिङ्गपदमस्ति. वयं सर्वे जानीमः नी धातोः रूपं किं, लट्लकाररूपं नयति. नयति नी धातुः ईगन्तधातुः अस्ति. नी धातुः भुवादिगणीयधातुः, ईगन्तधातुः. तत्र भुवादिगणे अस्ति इति कृत्वा तत्र गुणकार्यं भूत्वा, अपि च एचोयवायावः स्वरसन्धिकार्याणि भूत्वा तस्य लट्लकाररूपं नयति अस्ति. किन्तु अत्र क्तिन् प्रत्ययान्तरूपं, गतिः, मतिः, श्रुतिः, नीतिः इति पदमस्ति. अत्र धातुतः निर्मितं पदम् इदं. धातुः अस्ति नी धातुः, दीर्घ ईकारान्तधातुः, क्तिन् प्रत्ययान्तरूपम्. उत्तमं भगिनी. अनन्तरं पमेला भगिनी, भवती वदतु. आं भगिनि, नेक्स्ट् वाक्य अस्ति, हंसाः तडागे तरन्ति. हंसाः पुल्लिङ्ग बहुवचनम् अकारान्त, तडाग अपि पुल्लिङ्गं, तरन्ति त्रू धातुः अस्ति, लट्लकार तरति इति भवति. नेक्स्ट् अस्ति अश्वाः तडागः इत्युक्ते, तडाग इत्युक्ते सरोवर अथवा लेक्, कासर. उत्तमं. कासारः अथवा जलाशयः. जलाशय. हंसः इति पक्षिविशेषः. हंसस्य अन्य नामानि सन्ति. कथमित्युक्ते सितपक्षः, धवलपक्षः, सरःकाकः, सरःकाकः अथवा धवलपक्षः, सितपक्षः. पक्षः इत्युक्ते विङ्ग् इति अर्थः. तदर्थमेव पक्षद्वयमस्ति इति कारणतः तस्य नाम पक्षी. पक्षी इति पक्षी इति भवती एव वदतु, पक्षी इति पदस्य प्रातिपदिकं किम्? पक्षी इति पक्षी इट्सेल्फ् ऐ थिङ्क् पक्षी ह्रस्व ईकारान्त स्त्रीलिङ्ग अस्ति. उत्तमं, तदेव पक्षी इति प्रथमाविभक्ति एकवचनरूपम् अस्ति, किन्तु नकारान्तपदं तस्य प्रातिपदिकं पक्षिन् इति पुल्लिङ्गपदम् अस्ति. तदेव तरन्ति इति पदस्य प्रसङ्गे जानाति चेत् वदतु इतोपि. ट्रू धातु अस्ति, तत्र ऋकारस्य गुणः भवति भगिनि, ऋकारस्य अर् भवति इति यतोहि भवादिगणे अस्ति शपनिमित्तीकृत्य ट्रूस्य गुणः भवति तरति. उत्तमम्, इत्युक्ते तत्र धातुः दीर्घरूकारान्तधातुः अस्ति, इगन्तधातुः इति वदामः प्लवनतरणयोः इत्यस्मिन् अर्थे त्रू धातुः अस्ति, तस्य गुणः भूत्वा तरति, तरन्ति, तरणम् इत्यादीनि पदानि सिद्ध्यन्ति. अग्रिमं वाक्यम्. अश्वाः युद्धभूमौ धावन्ति. युद्धभूमि स्त्रीलिङ्ग ह्रस्व ईकारान्त, अश्वः पुल्लिङ्गपदं, युद्धभूमि अपि समस्तपदम् इति भाति भगिनी. अहं न जानामि सम्यक् अथ कर्मधारया अथवा भूमि यस्मिन् युद्धे भवति तत् भवति वा षष्ठी तत् युद्धस्य भूमिः. सप्तमी युद्धभूम्यां भगिनि. न न, अत्र भगिनी समस्तपदस्य प्रसङ्गे समासः कः इति पृष्टवती, कथं पूरणीयं वाक्यं पुनः एकवारं श्रावयतु भगिनी. ईकारान्त स्त्रीलिङ्ग, सोरि, युद्धभूमौ, बिकास् इट् ह्रस्व ईकारान्त न तु दीर्घ ईकारान्त खलु भगिनी. युद्धभूमौ मतिवत् युद्धभूमौ इत्यपि साधु एव, उभयरूपमस्ति वा? अस्तु, युद्धभूमौ अथवा युद्धभूम्यां, साधु, क्षम्यताम्. धावन्ति धाव् धातु अस्ति, धाव् अपि भुवादिगणे धातु अस्ति. तत् धाव् योगशब् तत् हा इगन्त नास्ति अथवा ह्रस्व उपदायं ह्रस्व इकवर्ण अपि नास्ति अतः गुणः न भवति इति वा, केवलं वर्णमेलनेन धावति इति भवति. भुवादिगणीयधातुः एव, किन्तु अत्र गुणः भवितुम् आनुकूल्यं नास्ति, इत्युक्ते इगन्तधातुः नास्ति, उपधायां ह्रस्व इकवर्णः अपि नास्ति इति कृत्वा भुवादिगणे अस्ति चेदपि अत्र गुणकार्यं भवितुं न अर्हति. तदर्थमेव अत्र धाव् योगः आयोगः ति इत्युक्ते सामान्यधातुः, तत्र किमपि विशिष्टं कार्यं नास्ति. धाव् धातुः अपि अस्ति, तत्र इवन् वाशिङ्ग् इति अर्थे अपि अस्ति खलु भगिनि, कथं वयं जानीमः धावति इति केवलं मया श्रुतं धाव् धातु टु वाश् आल्सो इट् मीन्स्. किमित्युक्ते तत्र भुवादिगणे एव एकः धातुः अस्ति, स्रू धातुः. स्रू धातुः गतौ इत्यस्मिन् अर्थे स्रू धातोः रूपं सरति अस्ति, किन्तु तत्र एकः विषयः अस्ति. स्रू धातोः प्रसङ्गे वेगेन गच्छति, बहु वेगेन गच्छति इत्यस्मिन् अर्थे स्रू धातोः प्रसङ्गे धाव् आदेशः भवति इति कृत्वा तत्रापि धावति इति रूपं सिद्ध्यति. विषयद्वयमस्ति, धाव् धातुः अपि अस्ति, किन्तु स्रू धातोः प्रसङ्गे केवलं वेगेन गच्छति इत्यस्मिन् अर्थे धाव् आदेशः भवति इति कृत्वा धावति रूपं सिद्ध्यति. धन्यवादः भगिनी. गोमती भगिनी भवती पठतु. धन्यवादः. आं भगिनि, सप्तमवाक्यं सिंहाः गुहाः वसन्ति. गुहाः गुहासु सिंहाः गुहासु वसन्ति. सिंहः पुल्लिङ्गं सिंहाः पुल्लिङ्गबहुवचनं प्रथमाविभक्ति. गुहा आकारान्तस्त्रीलिङ्गम् इति चिन्तयामि, अतः गुहासु वसु धातु भ्वादिगणे अस्ति. वसु शप् ति इक नास्ति, लघुपदापि नास्ति, अतः वसन्ति बहुवचनमस्ति. वसन्ति ति नास्ति, जी प्रत्ययः अस्ति. उत्तमं, जी प्रत्ययः अस्ति. उत्तमं भगिनि. तत्र झोन्तः इति एकं सूत्रमस्ति. झोन्तः वदतु. झोन्तः झ वर्णस्य इन्त इति आदेशः भवति. अन्त् अन्त आदेशः भवति. उत्तमं. तत्र झोन्तः इति सूत्रेण बहुवचनरूपं सिद्ध्यति इति विषयः. अपि च वस्धातोः प्रसङ्गे वस्धातुः अकर्मकधातुः इति एकः विषयः. अपि च वस्धातुः सम्प्रसारणी धातुः इत्युक्ते वस्धातोः प्रसङ्गे सम्प्रसारणकार्यं भवति किति निति प्रत्यये परे. तत्र वचिस्वपि यजादीनां किति इति सूत्रेण अयं धातुः सम्प्रसारणी धातुः इति वदामः. सम्प्रसारणी धातुः अस्ति इति कृत्वा एव तस्य रूपाणि उषितः उषित्वा उष्यते इत्यादीनि रूपाणि सिद्ध्यन्ति. इत्युक्ते क्त्वान्तरूपं क्तान्तरूपं क्तवत्वन्तरूपम् इत्यादीनि रूपाणि पश्यामश्चेत् तत्र वकारस्य स्थाने उकारः श्रूयते. उषित्वा उष्यते इत्यादीनि रूपाणि भवन्ति. वस्धातुः सम्प्रसारणी धातुः. अग्रिमवाक्यं वृक्षायुर्वेदः अग्निपुराणम् अस्ति. वृक्ष आयुर्वेदः अग्निपुराणे अस्ति. वृक्ष आयुर्वेदः पुल्लिङ्गपदं समस्तपदं. वृक्षाणाम् आयुर्वेदः अग्निपुराणं. तत्तु पुराण एकं पुराणमस्ति, लैक् भागवतपुराणं, विष्णुपुराणम्. अग्निपुराणमपि एक पुराण महापुराणमस्ति. अस्ति असुधातु अदादिगणे. अस ति अस्ति. वृक्षाणाम् आयुर्वेदः तत्पुरुषः अस्ति वा? वृक्षाणाम् आयुर्वेदः, आयुर्वेदः इति पदस्य प्रसङ्गे वदामि. वदति वा भवती? वदति वा? आयुर्वेदः तु एक उपवेद उपवेदे अस्ति. आयुर्वेदः, धनुर्वेदः, जडि औषध जडिबूटि तद् तानि प्रयुज्य औषधं कृत्वा चिकित्सा पद्धतिः अस्ति आयुर्वेदः पद्धतिः. आयुः इति पदमस्ति. आयुः इति पदस्य प्रसङ्गे किञ्चित् वदतु. आयुः प्रातिपदिकं किं, तस्य रूपाणि कथं भवन्ति, कोऽपि वदति वा? आयुषु वा आयुः? आयुः आयु अन्नन अहं वदामि. अत्र आयुः इति प्रथमाविभक्ति एकवचनरूपम् अस्ति. आयुः इति पदं सकारान्तपदम् सकारान्तपदं नपुंसकलिङ्गपदमस्ति. तस्य रूपाणि आयुः आयुषी आयुंषि. आयुः आयुषी आयुंषि. आयुषा आयुर्भ्याम् आयुर्भिः. एवं रीत्या रूपाणि भवन्ति. अत्र आयुः इति सकारान्तपदमस्ति. आयुर्वेदः इति पदमस्ति. आयुः विन्दति अनेन. तत्र विद् धातोः रूपं वयं जानीमः. विद् धातोः रूपमेव विन्दति रूपम् अस्ति. विद् धातोः रूपं विद्यते अस्ति, वेत्ति अस्ति, विन्दति अपि अस्ति. विन्दति इत्युक्ते प्राप्नोति इति अर्थः. आयुः विन्दति अनेन, आयुः प्राप्नोति अनेन इति आयुर्वेदः. वेदः इति विद् धातोः रूपमेव. विद् धातोः रूपं वेत्ति अपि अस्ति, लट्लकाररूपं विन्दति. अत्र तु विन्दति इत्युक्ते प्राप्नोति इत्यस्मिन् अर्थे विद् धातोः प्रयोगः अस्ति इति मम चिन्तनम्. अग्निपुराणम् इति दत्तमस्ति, अहं दृष्टवती अतः वदामि. अग्निपुराणम् इति समस्तपदमस्ति चेत् अग्निना प्रोक्तं पुराणम्, अग्निना प्रोक्तं पुराणम्. गरुडपुराणम् इति कथनेन तत्र किं लिखितमस्ति इत्युक्ते गरुडाय विष्णुना प्रोक्तं पुराणम्. तत्र भेदः दृश्यते खलु. अग्निना प्रोक्तं पुराणम् इति अग्निपुराणस्य प्रसङ्गे लिखितमस्ति, किन्तु गरुडपुराणम् इति वदनेन गरुडाय विष्णुना प्रोक्तं पुराणम् इति दत्तम्. अग्रे अग्निपुराणे अग्निकर्ता भवति, विष्णुपुराणे विष्णुः कर्ता. तदेव. कृषकाः केदाराः बीजानि वपन्ति. कृषकाः केदारेषु बीजानि वपन्ति. कृषकाः पुल्लिङ्गं बहुवचनं, केदारेषु बीजानि बीजम् अकारान्तपुल्लिङ्गपदम्, बीजानि बहुवचनरूपं, वपन्ति वप् धातु द्वादिगणे अस्ति, बहुवचनरूपं वपन्ति. कृषकाः केदारेषु बीजानि वपन्ति. अत्र केदाराः केदारम् अपि भवति न, केदारं केदार अकारान्तपुल्लिङ्गमपि भवितुम् अर्हति न, केदारः केदारम् अपि. अहं न दृष्टवती, किन्तु अत्र तु पुंलिङ्गपदमेव. अत्र केदारः केदाराः, तत्र नपुंसकलिङ्गपदं केदारं भवति चेत् रूपं किं भवति? केदारं केदारे केदाराणि. अत्र तु पुंलिङ्गपदमेव. एतावत् केदारः इत्युक्ते कः? केदारः कृषिभूमि. उत्तमम्. इत्युक्ते फील्ड्स् अण्डर् वाटर् इति दत्तमस्ति केदारः इत्युक्ते. वप् धातोः प्रसङ्गे किञ्चित् वदति वा? वप् धातुः अपि सम्प्रसारणी धातुः एव. यथा वस् धातुः इव वचिस्वपि यजादीनां किति, तत्र आदीनाम् इति सूत्रं वदति. आदिषु तेषु धातुषु वप् धातुः अपि अस्ति, इत्युक्ते वप् धातुः अपि सम्प्रसारणी धातुः इति कृत्वा केषुचित् स्थलेषु वकारस्य स्थाने उकारः आयाति कितिनिति प्रत्यये परे. अपि च कृषकः इति पदमस्ति, किञ्चित् वदतु. कृषधातु अस्ति, कृषकः अपि नुल् प्रत्ययः, कृष नुल् नुल् युवार अनाको, अत्र अक इति आदेशः भवति. कृषकः कृषकः बहुवचनरूपं कृषकाः. उत्तमम्. अत्र धातुः कृष धातुः अस्ति. कृष धातुः तुदादिगणे अस्ति चेत् तस्य रूपं? तुदादिगणे अस्ति चेत् तस्य तत्र गुणं न भवति, कृषति इत्रेव अत्रैव तिष्ठति. भ्वादिगणे कर्षति भवति. उत्तमं. भुवादिगणीयधातुः कृष धातुः अस्ति चेत् नुवल् रूपं किं भवति? नुवल् रूपं कर्षकः भवति, किन्तु अत्र कृषकः अस्ति. तुदादिगणीयधातु कृषधातु अत्र. उत्तमं भगिनि. अस्तु अस्तु. इतोपि ज्ञातव्यं किं? धन्यवादः भगिनि. सुजाता भगिनि, भवती वदतु अग्रिमं वाक्यं. आं भगिनि. फलानि जलं निपतन्ति. फलानि नपुंसकलिङ्ग बहुवचनम् अस्ति, अकारान्त जलं फलानि जले निपतन्ति. बहुवचने वदतु. जलेषु फलानि जलेषु निपतन्ति. उत्तमम्. अत्र निपतन्ति उपसर्गः अस्ति. पतन्ति पत् धातुः बहुवचनम् अस्ति. पतन्ति. उत्तमम्. पत् धातुः अपि अकर्मकधातुः. यथा अस् धातुः इव पत् धातुः अपि अकर्मकधातुः अस्ति. अत्र नि इति उपसर्गस्य अर्थः कः? कोऽपि वदतु. नि अहं चिन्तयामि नि उपसर्गस्य अर्थः तु अधः इति. नीचे अधः इति तादृश अर्थः अस्ति इति मम चिन्तनं. यथा निपातः निपातनम् इति इत्यादीनि पदानि सन्ति. यथा भवत्या उक्तं नि उपसर्गः एव भगिनि. नि उपसर्ग विरुद्धपदार्थ अपि यच्छति किल सम्टैम्स्. न भगिनि, किम् अस्ति इत्युक्ते उपसर्गाः द्वाविंशति उपसर्गाः सन्ति. तेषु नि अस्ति, निस् अस्ति, निर् अस्ति. अत्र त्रयः उपसर्गाः सन्ति. आफ् दोस् 22 नि, निस्, निर् त्रयः सन्ति. एतावता अत्र पतति निपतति इति क्रियापदं स्वीकृत्य. भगिनी भवती जानाति चेत् वदतु. सुजाता भगिनी, अत्र कीदृशं कार्यं भवति? पतति पतति भुवादिगणे अस्ति चेत् भुवादिगणे अस्ति चेत् पत् योगः शप् योगः ति शकारः पकारः इत्संज्ञा भवति. आ एव तिष्ठति. पतति. उत्तमं. तदेव इत्युक्ते भुवादिगणीयधातुः किन्तु साधारणधातुः, सामान्यधातुः. इत्युक्ते अत्र किमपि विशिष्टं कार्यं नास्ति इति अत्र विषयः. अग्रिमं वाक्यं. सुखनासोपदेशः ये न जानामि भगिनि. सुखनासो प्रथमतया वाक्यं पूरयतु, अनन्तरम् अहं वदामि किञ्चित्. सुखनासोपदेशः कादम्बरी अस्ति. कादम्बर्याम् अस्ति. कादम्बरी वदतु. स्त्री इकारान्त स्त्रीलिङ्गम् अस्ति कादम्बरी. कादम्बर्याम् अस्ति इति अत्र वाक्यं तथा पूरयामः. किन्तु अत्र कादम्बरी इति एका रचना अस्ति. कादम्बर्यां किं लिखितमस्ति? शुकनाशोपदेशः लिखितमस्ति. शुकनाशोपदेशः कः इति अस्माभिः ज्ञातव्यम्. अत्र अरविन्द् महोदय, भवान् दृष्टवान् वा? किञ्चित् वक्तुमिच्छति वा भवान्? शुकमहर्षिणा दत्त उपदेशं, किन्तु अस्य पदस्य निर्माणं कथम् इति न जानामि. अहं वदामि, अहं दृष्टवती अतः वदामि. शुकनासः इति एकः मन्त्री आसीत् पूर्वं. सः अनुभवी मन्त्री अपि च वयोवृद्धः. सः बहु ज्ञानी अपि. मन्त्रिणः नाम शुकनासः. शुकनासः इति पदं कथम् आगतम् इति परिशीलयामश्चेत् शुकस्य नासा इव नासा यश्यसः इति बहुव्रीहिसमासः भवितुमर्हति. किन्तु मन्त्रिणः नाम शुकनासः. तेन उपदेशः कृतः. सः उपदेशः कादम्बर्यां लिखितमस्ति. सः वात्सल्यभावेन उपदेशं ददाति शुकनासः. शुकनासोपदेशः अपि भगवद्गीता इव बहु उत्तमः उपदेशः. शुकनासोपदेशस्य महत्त्वम् अस्ति. शुकनासोपदेशः इति एकः उपदेशात्मकग्रन्थः. तस्मिन् ग्रन्थे किं लिखितमस्ति इति अहं न जानामि, किन्तु बहु उत्तमः ग्रन्थः इति मया पठितम्. यस्य नासिका शुकवत् सा शुकनासः इति इत्युक्ते तदर्थमेव अहं विग्रहवाक्यम् उक्तवती. कथं शुकस्य नासा इव नासा यस्य सः शुकनासः, बहुव्रीहि समासः. शुकनासेन कृतः उपदेशः शुकनाशोपदेशः भवति. अत्र कादम्बरी इति ग्रन्थः बाणभट्टेन विरचितः ग्रन्थः. तस्मिन् ग्रन्थे शुकनाशोपदेशः अस्ति इति, तस्यां कथायाम् एतत् सर्वम् अस्ति इति दत्तमस्ति. पुनः भगिनी, कः रचयति? कादम्बर्याः ग्रन्थकर्ता बाणभट्टः. बाणभट्टेन विरचितः ग्रन्थः अथवा रचना कादम्बरी. कादम्बर्याम् एतदस्ति, कादम्बर्यां शुकनाशोपदेशः अस्ति. किन्तु शुकनाशोपदेशः अपि भगवद्गीता इव बहु उत्तमः उपदेशग्रन्थः. तस्मिन् ग्रन्थे एव अयम् उपदेशः अस्ति इति अहं पठितवती. शुकनासः इति मन्त्रिणः नाम. सः वात्सल्यभावेन उपदेशं ददाति. वयोवृद्धः अपि च ज्ञानी, तेन अयम् उपदेशः कृतः इति विषयः तत्र. अग्रिमं वाक्यं करोतु. पक्षिणः नीडानि निवसन्ति. पक्षिणः नीडेषु निवसन्ति. पक्षिण शब्दस्य पक्षिणः अकारान्त नकारान्त पुल्लिङ्ग बहुवचनम्. उत्तमम्. पक्षिणः इति पदस्य विभक्तिः का? वचनं किम्? लिङ्गं किं? पुनः वदतु. पक्षिणः प्रथमाविभक्ति बहुवचनम्. उत्तमं. प्रथमाविभक्ति बहुवचनं, किन्तु तत्र पक्षिणः इति रूपं पक्षिन् वदतु. पक्षिन् शब्दस्य प्रसङ्गः बहुत्र आयाति. नकारान्तशब्दमस्ति पक्षिण. पक्षिन् पक्षिन् पक्षिण पक्षि पक्षिन् कथं वक्तव्यं? रूपाणि नकारान्तपदमेव. पक्षी पक्षिणौ पक्षिणः. पक्षिणः इति रूपं बहुत्र आयाति. प्रथमाविभक्ति बहुवचने, द्वितीयाविभक्ति बहुवचने, पञ्चमी विभक्ति एकवचनं, षष्टिविभक्ति एकवचनं. तेषु स्थलेषु पक्षिणः रूपं दृश्यते. किन्तु अत्र वाक्यं दृष्ट्वा कथं ज्ञातवती प्रथमाविभक्ति बहुवचनम् इति? पक्षिणः निवसन्ति कर्तृपदमस्ति, निवसन्ति क्रियापदं बहुवचनमस्ति. उत्तमम्. अत्र पक्षिन् इति नकारान्तपदमस्ति. अत्र पक्षी इति पदं कीदृशं पदं परिशीलयामश्चेत् तत्र दण्डी, कामी, रथी इत्यादीनि पदानि सन्ति. तादृशं पदमेव पक्षी अपि. यस्य रथः अस्ति सः रथी. पक्षौ विद्येते यस्य. पश्यन्तु अत्र पक्षी इति पदस्य विग्रहवाक्यं पश्यामश्चेत् पक्षौ विद्येते यस्य सः. किमर्थं तत्र पक्षौ इति द्विवचनरूपं दत्तमस्ति इत्युक्ते पक्षः इत्युक्ते विङ्ग्. तत्र पक्षद्वयमस्ति इति कारणतः पक्षौ विद्येते यस्य सः पक्षी. अत्र नीडम् इति नपुंसकलिङ्गपदं, नीडानि इति अस्ति. वस् धातु अपि मया पूर्वमुक्तं, वदतु. वस् धातु अस्ति, नी उपसर्ग अस्ति, वस् धातु भवादिगणे अस्ति वस् योगः शप् योगः इति वसति आ एव तिष्ठति शकारपकारयोः लोपः भवति. उत्तमम्. वस् धातुः अपि अहम् उक्तवती पूर्वमेव सम्प्रसारणी धातुः इति वदामः. तदर्थमेव उषितः इति उषित्वा इत्यादीनि रूपाणि सिद्ध्यन्ति. नीडम् इति नपुंसकलिङ्गे दत्तमस्ति, किन्तु अन्यस्मिन् लिङ्गे अपि तस्य रूपम् अस्ति इति भाति. नीडः इति अस्ति भगिनि. अस्तु. हा, उत्तमं. पक्षिवासस्थानम् एव पुंलिङ्गे, अपि च पुंलिङ्गे नपुंसकलिङ्गे द्वे अपि भवतः नीडः इति अपि अस्ति. उत्तमं, धन्यवादः भगिनि. अत्र अहं किम् उक्तवती, पक्षी इति पदम् इव दण्डी इति पदमस्ति. यस्य दण्डः अस्ति सः दण्डी, यस्य कामः अस्ति सः कामी इत्यादीनि पदानि सिद्ध्यन्ति. इनि प्रत्ययान्तरूपम् इति वदामः. अग्रिमं वाक्यम् अरविन्द महोदय भवान् पठतु. धन्यवादः. सैनिकस्य जानु वृण अभवत्. सैनिकस्य जानुनि वृण अभवत्. सैनिकस्य षष्ठी षष्ठी सैनिकः षष्ठी प्रथम षष्ठी एकवचनं. जानु ऊरुपादौ मध्यभागम्. उत्तमम्. अत्र पश्यन्तु नपुंसकलिङ्गपदमस्ति इति कृत्वा अन्ते विसर्गः नास्ति. जानु जानुनि इति रूपं भवति. जानुनि अत्र सप्तमी एकवचनरूपं जानुनि इति भवति. अत्र अभवत् इति प्रसङ्गे किञ्चित् वदतु. अभवत् लङ्लकार भूधातो प्रथमपुरुष एकवचन. उत्तमम्. कोऽपि वदति वा, नो चेत् अहं वदामि. अत्र लुङ् लङ् लृङ्क्ष् अडुदात्तः इति एकं सूत्रमस्ति. अट् उदात्तः इत्युक्ते अत्र लङ् लकारे सर्वदा अट् आगमः भवति. अट् आगमः, अट् आगमः इत्युक्ते अकारः आयाति. अट् इति कथनेन टकारः इति संज्ञकवर्णः भवति, अकारः आयाति. आगमः अस्ति इति कृत्वा आद्यन्तौ टकितौ इति सूत्रेण टित् आदौ आयाति. तदर्थमेव भू इति धातुः अस्ति, भू धातोः आदौ अकारः आयाति इति कृत्वा अट् आगमः. तत्र सन्धिं कुर्मः चेत् अड् आगमः इति वदामः. तत्र लङ्लकारे वदतु. भूतकाले भूतकालार्थे लङ् आर् लिट् बोत् आर् यूस्ड् इज़्न्ट् इट्? आं महोदय. अनद्यतनभूतकालः एव लङ् भूतकालार्थे भिन्नलकाराः सन्ति. अनद्यतनभूतकालः एव लङ्लकारः. लङ्लकारे एव अत्र अडागमः भवति. अट् आगमः, आगमः इत्युक्ते आगमः टित् अस्ति इति कृत्वा आदौ आयाति आद्यन्तौ टकितौ इति सूत्रेण. उत्तमम्. अग्रे इतोपि अग्रिमं वाक्यं पठतु भगिनि. लिट् लकारे न आयाति, द्वित्वं भवति किल. लिट् इस् परोक्ष भूतकाल लाङ्ग् लास्ट् मीन् विच् वी हेव् नाट् सीन् पुराणकाले. आं भगिनि, केवलं तदर्थमेव तत्र लुङ् लङ् लृङ्क्ष् लुङ् लकारे लृङ्लकारः इति नाम्ना अन्यलकारः अस्ति, अपि च लङ्लकारः एतेषु त्रिषु लकारेषु एव अडागमः भवति. अट् आयाति. यथा भवत्या उक्तं तत्र द्वित्वं भवति, लिट् लकारे द्वित्वं भवति, किन्तु अत्र लङ्लकारः अस्ति. अग्रिमं वाक्यं. विमानानि खं सञ्चरन्ति. विमानानि के सञ्चरन्ति? उत्तमं. प्रथमाविभक्तिरूपाणि वदतु अस्य पदस्य खं शब्दस्य. खं खे खानि. उत्तमं. तत्र खं खे खानि इति दत्तमस्ति. तत्र खे इति रूपं द्विवचने अस्ति, सप्तमीविभक्त्याम् अपि खे अस्ति. कथं ज्ञातवान् भवान् अत्र अत्र खे इति वदतु? सञ्चरन्ति इति अधिकरणार्थे सप्तमी एव भवति. उत्तमम्. एतावता मम आशयः तु प्रथमाविभक्ति द्विवचनरूपं खे अस्ति, सप्तमी विभक्ति एकवचनरूपम् अपि खे अस्ति, किन्तु वाक्यं दृष्ट्वा वयम् अवगन्तुं शक्नुमः अत्र सप्तमी विभक्तिरूपं खे एव स्वीकर्तव्यम् इति विषयः. अत्र विमानम् इत्युक्ते किम् इति अहं दृष्टवती. विगतं मानम् उपमा यस्य तत्. विगतं मानम् उपमा यस्य तत् इति दत्तमस्ति. इत्युक्ते यानविशेषः. अग्रिमं वाक्यम्. सन्यासी देहः अभिमानं न करोति. सन्यासी देहे अभिमानं न करोति. तस्मात् पूर्वं सञ्चरति इति पदमस्ति. सञ्चरति इत्यस्मिन् पदे तस्मिन् विषये किञ्चित् वदतु. सम्यक् चरति. चर् धातु सम् उपसर्गः. चरति चरतौ चर चरति इति प्रथम पुरुष प्रथमपुरुष एकवचनं. यत्र तु चरन्ति बहुवचनमस्ति. विमानानि चरन्ति. सञ्चरति सम् उपसर्गपूर्वकम्. अपि च अत्र केन सूत्रेण परसवर्णादेशः भवति इति प्रश्नः आयाति साधारणतया. अत्र सम् इति उपसर्गः अस्ति. सम् उपसर्गः अपि पदमेव. पदम् उपसर्गः सम् अपि पदमेव इति कृत्वा तत्र भिन्नसूत्रेण परसवर्णादेशः भवति. वा पदान्तस्य इति सूत्रेण इत्युक्ते विकल्पेन परसवर्णादेशः भवति. किन्तु अत्र परसवर्णसहितं रूपं दत्तम्. अन्यरूपमपि सम्यक्. अन्यत् रूपमपि वदतु. अनुस्वारसहितरूपमपि सम्यक् वा? अनुस्वारसहितं रूपमपि साधु एव. विकल्पेन एव भगिनी तत्र वा पदान्तस्य अनुस्वारः अपि परसवर्ण द्वे अपि सम्यक् एव. सम्यक् एव. उत्तमं. भगिनी सञ्चरन्ति अपि च आचरन्ति द्वौ अपि किमपि भेदः अस्ति वा? अस्ति खलु. किञ्चित् उपसर्गभेदेन अर्थभेदः. सम् उपसर्गस्य योजनेन सञ्चरति आचरति. आङ् उपसर्गः अस्ति तत्र. शब्दस्य अर्थः अपि अर्थभेदः अस्ति. आचरति आचरति आचरणं करोमि. आचारः वि अब्सर्व् द फेस्टिवल्स् देन् आचरन्ति. सञ्चरन्ति मोर् गच्छति भ्रमति इति अर्थे भवति किल. आचरन्ति इत्युक्ते शिष्टाचारम् आचरन्ति इति वक्तुं शक्नुमः. किमपि आचरणं. सञ्चरन्ति अटति भ्रमति इति भवति इति मन्ये. उत्तमं. अग्रे दत्तमस्ति. अग्रिम अभ्यासः तदेव. तत्र सञ्चरति इति पदं दत्त्वा भिन्नानि वाक्यानि लेखनीयानि. तदपि अद्य कुर्मः. सञ्चरति इत्युक्ते गमनार्थे एव, यथा भगिन्या उक्तं, गमनार्थे एव स्वीकर्तव्यम्. अत्र महोदय वदतु. सन्यासी देहे अभिमानं न करोति. सन्यासी इत्युक्ते विदितकर्मणां विधिवत् न्यस्तः यः सः सन्यासी. देहे इत्युक्ते शरीरे. अभिमानम् इत्युक्ते मा धातु अभि उपसर्गपूर्वकं प्रत्ययः अहं न जानामि. घञ् प्रत्ययः. मन् धातोः रूपमेव मानः. मापनं न महोदय. मा धातुः नास्ति. मन् धातोः रूपमेव मानः. यथा पठ् धातोः रूपं पाठः, तथा एव मन् धातोतः घञ् प्रत्ययस्य योजनेन मानः इति रूपं सिद्ध्यति. अत्र पदमस्ति अभिमानः, किन्तु कृ धातुः सकर्मकः अस्ति इति कृत्वा अभिमानं न करोति इति कर्मपदं स्वीकरोति इति कृत्वा अत्र अभिमानं द्वितीया विभक्तौ अस्ति. मन् धातोः रूपं मानः. सन्यासी इति पदमस्ति, तत्र सन्यासी पदस्य प्रातिपदिकं किम्? सन्यासिन्. उत्तमं. सन्यासिन् इति रूपम् अस्ति, नकारान्तपदं. सन्यासी, सन्यासिनौ, सन्यासिनः इति रूपाणि भवन्ति. अरुणा भगिनी वदतु, सन्यासी इति पदस्य रूपं कथं साधितम्? सम्यक् उपसर्गः नि उपसर्गः आस् धातु अस्ति, आस् धातु. संन्यासी इति गुणी शब्दवत् इत्युक्ते तत्र यस्य यस्मिन् संन्यासः अस्ति सः संन्यासी. यस्य यस्मिन् वा गुणाः सन्ति सः गुणी, तथा एव यस्य संन्यासः अस्ति सः संन्यासी इति रूपं भवति. पश्यन्तु अत्र नकारद्वयं लेखनीयम् अत्र. संन्यासी इत्यस्मिन् पदे वदतु, तत्रापि वा पदान्तस्य एव कार्यं करोति किल? संयोगः न्यासी, अनन्तरं सन् परसवर्ण आदेशः. अत्रापि वा पदान्तस्य इत्यनेन सम् इति उपसर्गः अस्ति इति कारणतः वा पदान्तस्य सूत्रेण परसवर्णादेशः अभवत्. उत्तमं भगिनि. अत्र भाष्यकारेण शङ्करभाष्ये विदितकर्मणां विधिवत् न्यासः संन्यासः इति, विहितकर्मणां विधिवत् न्यासः. उत्तमं. विहितकर्मणां विधिवत् न्यासः, बहु उत्तमम्. तत् इत्युक्ते विहितकर्माणि सन्ति, तानि विहितकर्माणि विधिवत् स्वीकृत्य सः न्यासं करोति, त्यजति. भगिनि तत्र अङ्गन्यासं करन्यासं समानार्थे एव भवति वा? अहं सम्यक् न जानामि. आम् अस्तु. ऐ थिङ्क् न्यासे अर्थे भवति. वन् न्यास इस् टु फिल् आर् टु कीप् एण्ड् अनदर् न्यास इस् त्यजति. करन्यास अङ्गन्यास मीन्स् ध्यानमूर्ति is there, no? During dhyana. Dhyana murtim kare sarva anguliyam. Anguliyam fill up. Sarva ange. Pikarvanti. Dhyana samaye. That is also vanyasa. Nyasa is design also. Because vinyasa vise. There are many meanings. Mahudaya, bhavan kim uktavan punha vihita karmanam न्यासं करोति इत्युक्ते तत्र तु त्यागं करोति, त्यजति इत्यस्मिन् अर्थे दत्तः वा? आम् आं भगिनि. तदनन्तरं तस्यां कोऽपि वेद उक्त विधि न कर्तव्यं तस्य. अस्तु, अधुना अवगतम्. इत्युक्ते सन्यासी विहितकर्मणां विधिवत् न्यासं करोति, सः एव सन्यासी. अस्तु, धन्यवादः. विधिवत् इत्युक्ते तत्र एकः विधिः अस्ति, हौ टु टेक् सन्यास. सन्यासपूर्वकविधिः अस्ति, तत् कृतं तदनन्तरमेव तत् सन्यासी इति. सर्वकर्मपरित्यागे वा महोदय? सर्वकर्मपरित्यागी तु अन्यः. इत्युक्ते किमपि विधिवत् कर्मार्थे कर्म विधिनिषेधः इति देर् आर् टु ब्राञ्चेस् आफ् इन् द वेद इट्सेल्. विदितकर्मणं निषेधकर्मणं, विधिकर्मं कर्तव्यं, निषेधकर्मं त्याज्यं नाट् ओन्लि न करणीयं त्याज्यमेव. देर् आल्सो निमित्तं नैमित्तिकम् इति देर् आर् टु ब्राञ्चस् आफ़् इट् फर् दम् विच् इस् इन् वेद इट् सेल्फ् इट् दे हेव् डिवैडेड् इट् इन् टु टु निमित्तकर्म नैमित्तिककर्म नित्यकर्म नैमित्तिककर्म. नित्यकर्म इस् अग्निहोत्रादि नित्यकर्म. नैमित्तिककर्मम् अस्ति स्पेशल् पुत्रगामो यजेत दिस् आर् नैमित्तिकम्. And even like Grahana and all that, Naimittika. Shraddha is Naimittika Karma. Naimittika. They all come Shraddha on is certain also occasion. Sarvanam Krute, Kila. Kintu yeah. Sanyasinaha Krute, te himapi karmam na Sarvakarma, Sarvakarma, Gitayam jo Sarvakarma parityagi asti, tattu, it is not a physical karma, manasthyagam. कर्मस्य अहं न कर्ता इति मन्ये सः व्यवहारे वर्तते अपि कर्म न कर्ता इति बोधेन कर्तृत्वबाधो न आप्नोति. स्वार्थे किमपि कर्म न करोति, लोककल्याणार्थे करोति सः. पीठाधिपति there is a difference in that kartrutva bhavam eva mukhyam idatapidi yadi kartrutvam asti iti iti chintitva karmam karoti tattu sanyasam na bhavati. Kartrutva bhavam eva yatra kartavya bhavam asti tattu sanyasam na bhavati tanyasam na bhavati. Nyasah karaniyah ityukte tyaktavyah tyajya bhavam tyajya bhavam अस्ति तत्र तु कर्तृत्वभावं नास्ति. तदनन्तरं सन्यासी इत्यस्मिन् प्रसङ्गे अहं किं दृष्टवती इत्युक्ते चतुर्धाश्रमी अथवा सन्यासी इत्यस्मिन् अर्थे अन्यानि पदानि सन्ति वा इति परिशीलयामश्चेत् परिव्राट् इति एकं पदमस्ति, परिव्राजकः इति एकं पदमस्ति. परिव्राट् अथवा परिव्राजकः इत्युक्ते सर्वं विषयभोगं परित्यज्य गृहस्थाश्रमात् व्रजति इति परिव्राजकः इति अर्थः अस्ति. परिव्राजकः इत्युक्ते सन्यासी इति. अग्रिमं वाक्यं परिशीलयामः. भगिनी पठतु. अभिमान भगिनी एकनिमिषम्. अभिमानं न करोति न अभिमानाति वक्तव्यं वा तत्र तदरूपं शुद्धं वा न अभिमानाति? एकमेव क्रियापदं कृत्वा लिखामश्चेत् कथं लेखनीयम्? अभिमानं न करोति मन्ये अभिमानेन करोति न. भगिन्याः प्रश्नः तु उत्तमः प्रश्नः, सर्वैः चिन्तनीयम् इत्युक्ते अस्ति वा न न महोदय भगिनी पुनः पृच्छतु प्रश्नं पृच्छतु. अत्र अभिमानं न करोति इति दत्तम्, एकं पदं प्रयुज्यते चेत् न अभिमानाति इद शुद्धं वा? एतत् पद शुद्धं वा? मन् धातुतः एव मानः इति पदमागतम्. अत्र मन् धातोः रूपं दिवादिगणीयधातुः अस्ति इति कृत्वा मन्यते अस्ति. अधुना उपसर्गं योजयामः, तेन अभिमन्यते. सन्यासी देहे न अभिमन्यते इति भवितुं शक्नोति. अभिमन्यते. अस्तु अस्तु भगिनि उत्तमं, धन्यवादः महोदय. अनन्तरं शोभा भगिनी भवती वदतु अग्रिमं वाक्यम्. आं भगिनि, सद् इति शब्दः सद्भावः, तत्र सद्भावः इति पुंलिङ्गपदमस्ति इति मन्ये. सद्भावे प्रयोगम् अर्हति. तत्र दत्तमेव तत्र सद् भावः इति समस्तपदं, सत् इत्यनेन सद् इति भवति. सत् योगः भावः समस्तपदं. तत् किं समासः किम् इति न जानामि भगिनि. सद्भावः किञ्चित् वदामि. अस्धातुं वयं जानीमः, अस्धातोः रूपम् अस्ति, किन्तु अस्धातोः शत्रन्तरूपं किं? शत्रन्तप्रातिपदिकं सत् अस्ति. सत् अस् धातोः शत्रन्तप्रातिपदिकं सत् सत् इति तकारान्तप्रातिपदिकं शत्रन्तरूपेषु प्रातिपदिकं तकारान्तप्रातिपदिकं सिध्यति. अस् धातोः प्रातिपदिकं शत्रन्तप्रातिपदिकं सत् अस्ति. अत्र सतः भावः सतः भावः अस्तु सतः भावः सद्भावः. किन्तु सतः इति पदं षष्टिविभक्ति एकवचनरूपं बहुवचनरूपं सतां भवति. यथा भवतः भवतां तथा एव सतः सतः भावः सद्भावः. अत्र सन्धिः कः सतः भावः तत्र परवर्णः किम् अस्ति तत्र भावः अतः प्रथमः तु परं सन्धि तत् भाव तद् थर्ड् लेटर् कम् विसर्ग विसर्गसन्धि किल न न भगिनि सत्योगः भावः सत्योगः एव तत्र अस्तु सत्योगः भावः तत्र वर्णमेलनेन एव जलां जशोन्ते उत्तमम्. अत्र तु प्रयोगम् इति कर्मपदं किमर्थम् तत्र प्रयोगं तत्र अर्हति इति क्रियापदं तत्र हृधातुः अस्ति अर्हधातुः सकर्मकधातुः अपि च अत्र अर्हाति इति रूपम् अस्ति. इत्युक्ते अकारः श्रूयते इति कृत्वा भुवादिगणे अस्ति इति वक्तुं शप् इति प्रत्ययेन गुणः भूत्वा अर्हति इति भवति. उत्तमं. किन्तु अत्र पदं प्रथमाविभक्त्यां परिशीलयामश्चेत् प्रयोगः इति प्रथमाविभक्त्यन्तरूपं. किन्तु अस्मिन् वाक्ये सकर्मकधातुः अस्ति इति कृत्वा प्रयोगम् इति दत्तमस्ति. प्रा उपसर्गपूर्वकः युज् धातोः रूपं योगः तत् ध्यन्तरूपमेव प्रयोगः इति पदमस्ति. अग्रिमं वाक्यं भगिनि तत्र सत् इत्यस्य विषये एकः प्रश्नः. सत् इति अस् इति वत् एक्सिस्टेन्स् इति अर्थे भवति अतः तत्र सत् चित् आनन्द इत्यस्मिन् तदेव सत् वा तदेव इति अत्र सत् इति सत्यं सत्यं मीन्स् त्रिकालाभादित त्रिकाल अभादित आल् द त्री टेन्सेस् आल्सो ऐ मीन् आल् द त्री काल लैक् पास्ट् प्रेसेंट एंड फ्यूचर इट् इस् नेवर् बाधित इट् आल्वेस् एक्सिस्ट् दट् इस् देर् सत्कालेपि तिष्ठितं सत्यम् अतः सत् किल एक्सिस्टेन्स् ओन्लि प्यूर् एक्सिस्टेन्स् इति वदतु किम् उक्तवती त्रिकालेपि तिष्ठति इति सत्यं सत्यम् उत्तमम्. अग्रिमवाक्यं शोभा भगिनी वदतु. भक्तः बुद्धिः शरणम् अन्विच्छति. भक्तः बुद्धिः इति स्त्रीलिङ्गे अतः तत्र सप्तमी विभक्ति बुद्ध्याम् इति भवति अथवा मतिः शब्दवत् अस्ति इति कृत्वा बुद्ध्यां बुद्धौ इति अपि भवितुम् अर्हति किल भगिनि. उत्तमम्. अत्र बुद्धिः इति कीदृशं पदं बुद्ध धातुः तत्र तु तान तिन् प्रत्ययः अस्ति तिन् तिन् प्रत्ययः अस्ति अतः सर्वदा तिन् प्रत्ययः सर्वदा स्त्रीलिङ्गेषु भवति बुद्ध्योगः तिङ्क्तयः. अत्र भवती समीचीनतया उक्तवती अत्र बुद्ध धातुः अस्ति. बुद्ध धातुः दिवादिगणे अस्ति चेत् तस्य रूपं किं भवति दिवादिगणे अस्ति चेत् एतत् एव पदं वा अत्र बुध्यते बुध्यते भवति किन्तु भुवादिगणे अस्ति चेत् बोधति बोधति भवति तत्र दिवादिगणे श्यन् यकारः आगच्छति इति कृत्वा बुध्यते इति रूपं भवति. उत्तमम्. अत्र बुद्धिः इत्युक्ते किम् इति अहं दृष्टवती. बुध्यते इति कर्मणि रूपं बुध्यते अनया इति बुद्धिः बुद्ध धातोः रूपमेव. अपि च भक्तः वदतु भक्तः इति रूपं ता प्रत्ययः तत्र तत्र भुज् धातुः एव इति मन्ये. क्षम्यता, भज् भज् धातुः भजति भजते भजते इति. हा, तत्र भज्य इति वयं दृष्टवन्तः, विभज्य इति, भागः इति वयं दृष्टवन्तः, भक्तः इति तत्र ताप्रत्ययरूपं भवति. उत्तमम्. अत्र भज सेवायाम् इति धातुः अस्ति, तत्र भज धातुतः क्तान्तरूपं भक्त इति भवति. शरणम् इति पदमस्ति. शरणम् इत्युक्ते किम् इति अहं दृष्टवती, शृणाति दुःखम् अनेन इति लिखितमस्ति. शृणाति इति एकं क्रियापदम् अस्ति. शृणाति इति क्रियापदं दृष्ट्वा कथं जानीमः कस्मिन् गणे अस्ति इति सः धातुः? शृणाति क्रयादिगणे भवितुम् अर्हति. क्रयादिगणस्य विकरणप्रत्ययः श्ना इति, शकारस्य लोपः भूत्वा ना एव. किन्तु तत्र रेपः नकार ना इत्यस्य पूर्वम् आगच्छति इति कृत्वा णत्वं भवति. अत्र किं वक्तव्यम् इत्युक्ते, तत्र श्रु इति कथनेन रूकारः अस्ति, इत्युक्ते अचुवर्णः अस्ति, न तु रेफः. तत्र रुवर्णात् नस्य णत्वं वाच्यम् इति एकं वार्तिकमस्ति. तेन वार्तिकेन रुकारे इत्युक्ते रुकारे अपि रेफस्य अंशः अस्ति इति तत्र मन्तव्यं. तदर्थमेव तत्र णत्वं भवति रुवर्णस्य कारणेन. शृणाति शृणाति इति क्रियादिगणीयक्रियापदं, यथा भगिन्या समीचीनतया उक्तं, शृणाति दुःखम् अनेन इति. अपि च अत्र अन्विच्छति इति क्रियापदमस्ति, अत्र इष् धातुः अस्ति. भगिनी भवती यद् जानाति तद्वदतु इष् धातोः प्रसङ्गे. इष् धातुः इष् धातुतः एव इच्छति इति आगच्छति. तत्र क्रिया न जानामि भगिनि. किं ज्ञातव्यम् इत्युक्ते इष् धातुः इषु गम्यमेवं च इति सूत्रेण इष्टात् इच् आगच्छति. उत्तमम्. अरुणा भगिनी उक्तवती, इत्युक्ते इषु गमीयमां छः इति एकं सूत्रमस्ति. तस्मिन् प्रसङ्गे एव छे च इति सूत्रेण तुगागमः भवति. एतत् सर्वं भूत्वा इष् धातुतः इच्छति इति रूपम् आयाति. इष् धातुः तुदादिगणीयधातुः. तुदादिगणीय इष् धातोः प्रसङ्गे एव एतत् सर्वं भवति. किन्तु इष् धातुः दिवादिगणे अपि अस्ति. दिवादिगणे इष् धातुः अस्ति, तस्य रूपम् इष्यति. तत्र अनुयोगः इष्यति भवति चेत् अन्विष्यति इति, किन्तु अत्र अनुयोगः इच्छति अस्ति इति कृत्वा अन्विच्छति. तत्र सन्धेः नाम किम्? इको एनचि. उत्तमम्. धन्यवादः भगिनी. अनन्तरं प्रिया भगिनी भवती वदतु अग्रिमं वाक्यं. पुनरेकवारं कृपया वदतु, शरणम् इति किम् उक्तवती? शृणाति दुःखम् अनेन. शृणाति दुःखं, शृणाति इत्युक्ते दुःखम् अपगच्छति. अपगच्छति, अस्तु, शृणाति. धन्यवादः. वदामि वा भगिनि? प्रिया भगिनी वदतु. परमेश्वरः पृथ्वी पुण्यः गन्धः. पृथ्वी इति इकारान्त मतिशब्दवत्, स्त्रीलिङ्गं मतिशब्दवत्. तस्य सप्तमी विभक्ति पृथ्व्याम् अथवा मत्याम् अथवा मतो पृथ्वी इति नदीशब्दवत्, नदीशब्दवत् पृथ्व्यां भवति. परमेश्वरः पृथ्व्यां पुण्यः गन्धः. पृथिव्यां पुण्यः गन्धः इति पृथक्तया लिखितमस्ति, किन्तु समस्तपदं कृत्वा लिखामश्चेत् पुण्यगन्धः इति भवति. पुण्यगन्धः, अस्तु, पुण्यः गन्धः, पुण्यगन्धः. कः पुण्यगन्धः? परमेश्वरः. परमेश्वरः, परमेश्वरः इति समस्तपदमस्ति. तत्र विग्रहवाक्यं कथं भवति? परमेश्वरः अरुणा भगिनी वदतु एकवारं. सम्यक् न जाने, प्रयत्नं करोमि. परमम् इव ईश्वरः, परमेश्वरः, परमः च असौ ईश्वरः च इति वक्तव्यम्. तत्र एषः ईश्वरः परमः इत्युक्ते परमः एषः ईश्वरः इति अर्थः. तत्र विशेषणपूर्वपदकर्मधारयसमासः भवति. तत्र परः असौ भगिनि असौ असौ इति वयं जानीमः एकं सर्वनामपदमस्ति एषः इत्यस्मिन् अर्थे. परमः च असौ ईश्वरः च तादृशरीत्या विशेषणपूर्वपदकर्मधारयसमासे विग्रहवाक्यं वक्तव्यं भवति. अत्र ईश्वरः परमः इव इति वदामश्चेत् तत्र भिन्नसमासः आयाति. इव इति वदनेन तत्र उपमानपूर्वपदं वा अथवा उपमान उत्तरपदकर्मधारयसमासे एव इव इति पदं समस्तपदस्य विग्रहवाक्ये आयाति. किन्तु अत्र तु परमः ईश्वरः अपि च अत्र पुण्यगन्धः तस्मिन् प्रसङ्गे किञ्चित् चिन्तयामः. अत्र पुण्यः वयं साधारणतया जानीमः पुण्यम् इति नपुंसकलिङ्गपदं जानीमः. किन्तु अत्र पुण्य प्रातिपदिकं त्रिषु लिङ्गेषु सम्भवति. किन्तु परमेश्वरः इत्यस्मिन् अर्थे पुंलिङ्गे अत्र उक्तमस्ति पुण्यः विशेषणं भवति. परमेश्वरः पुण्यगन्धः. पुण्य इति प्रातिपदिकं कथं साधितम् इत्युक्ते तत्र संस्कृतभाषायां पू इति दीर्घ ऊकारान्तधातुः अस्ति. तस्य लट्लकाररूपं पुनाति. शोभा भगिनी एकवारं वदतु पुनाति इति तस्य प्रसङ्गे कीदृशं भवति चिन्तनमस्ति? पू इति धातु भगिनि दीर्घ ऊकारान्तधातुः दीर्घ ऊकारान्त ओ तत्र ह्रस्व भवति इत्यस्मिन् तत्र उपधायाम् इक् वर्णः ह्रस्व भवति चेत् तत्र किन्तु पुनाति इति पश्यामः चेत् तत्र क्रयादिगणे अस्ति इति मन्ये. श्ना इत्यस्य ना इति भवति पुनाति. तत्र श्ना इति एव आगच्छति विकरणप्रत्ययः. तत्र तु गुणः न भवितुम् अर्हति. किमपि अन्यसूत्रम् आगत्य कार्यं करोति तत्र दीर्घ ऊकारान्तधातुतः एतत् पदम् आगतं. पू धातोः दीर्घ ऊकारान्तधातोः रूपमस्ति पुनाति. तत्र पुवादीनां ह्रस्वः इति एकं सूत्रमस्ति. तेन सूत्रेण दीर्घ ऊकारस्य ह्रस्वत्वं भवति इति कृत्वा तस्य रूपं पुनाति. किन्तु पुनाति इति कर्तरीप्रयोगे लट् रूपं. किन्तु कर्मणि प्रयोगे लट् रूपं पूयते. पूयते अनेन इति पुण्यं. पुण्यम् इत्युक्ते पवित्रं. पुण्यशब्दः त्रिषु लिङ्गेषु भवितुम् अर्हति. अत्र पुंलिङ्गे दत्तमस्ति. धन्यवादः. भगवद्गीतायां सप्तमध्यायस्य प्रथमश्लोकमस्ति पुण्यो गन्धः पृथिव्यां च तेजस्वास्मि विभावसौ जीवनं सर्वभूतेषु तपश्चास्मि तपस्विषु. सेवेन्थ् चाप्टर् फस्ट् श्लोक दट् इस् वट् इस् बीङ्ग् कोटेड् हियर् परमेश्वर पृथिव्यां पुण्यगन्धः पुण्यो गन्धः पृथिव्यां च. श्लोके पुण्यो गन्धः इति किमर्थं दत्तमस्ति? विसर्गं ओकार भवति विसर्गस्य अत्र एतावता पुण्योगन्धः इति श्लोके दत्तमस्ति इत्युक्ते सन्धिं कृत्वा श्लोके उक्तम्. अत्र तु पृथक्तया लिखितमस्ति इत्युक्ते वाक्येषु सन्धिः नित्यः नास्ति. इत्युक्ते वाक्ये सन्धिः विवक्षानुगुणं कर्तुमिच्छामश्चेत् साधु, नो चेत् अपि साधु एव. तदर्थमेव अस्मिन् वाक्ये पुण्यः गन्धः परमेश्वरः इति पृथक्तया लिखितमस्ति. अरुणा भगिनी वदतु किं भगिनि? एकोनविंशतितमं वाक्यं पठतु. यतिः संसिद्धः पुनः यतते. यतिः संसिद्धिः इकारान्त पुंलिङ्गशब्दं भगिनि. अत्र सिद्धधातोः रूपमेव क्तिन् प्रत्ययान्तरूपं सिद्धिः अस्ति. अत्र पश्यन्तु, सम् उपसर्गपूर्वकः सिद्धधातुतः क्तिन् प्रत्ययस्य योजनेन संसिद्धिः अस्ति. अत्र परसवर्णादेशः न भवति. सकार अस्ति चेत् अनुस्वारसहितं रूपमेव सिद्ध्यति. सिद्धधातोः रूपमेव, सिद्धधातोः रूपं सिद्ध्यति भवति. भुवादिगणे अस्ति चेत् सेधति इति रूपं भवति. यतिः इति पुंलिङ्गपदं, किन्तु सिद्धिः स्त्रीलिङ्गपदम्. भगिनि, अनुस्वरः यदा यत्र वर्गीयव्यञ्जनः अस्ति तत्र अनुस्वरः टर्न्स् इन् टु द अनुनासिक आफ् दट् वर्ग. अत्र तु संसि स अनुस्वारस्य ययि परसवर्णः इति सूत्रमस्ति. ययि ययि इति यै प्रत्याहारस्य सप्तम्यन्तं रूपं ययि, सप्तमी विभक्ते ययि. यै इति एकः प्रत्याहारः अस्ति. तस्मिन् प्रत्याहारे भगिन्या उक्तम् प्रत्याहारे सर्वम् अवर्गीयव्यञ्जना भवति भवति वा? अत्र सकारः नास्ति. संस्कृत संस्कृत पदम् अपि सम् स आगच्छति अनुस्वार नेक्स्ट् तेरोसु अनुस्वार एव न संस्कृत. संस्कृत इत्यस्मिन् पदे अपि अनुस्वारसहितं रूपम् एव लेखनीयं, न तु परसवर्णादेशः न भवति तत्र. अपि च यतिः इति पदमस्ति. यतिः इति पदस्य प्रसङ्गे यम् इति धातुः अस्ति. संयमनम् अनुनासिकान्तधातुः, मकारः अनुनासिकवर्णः अस्ति इति कृत्वा अनुनासिकान्तधातुः यम् धातुः अस्ति. तस्य रूपमेव यतिः. संस्कृति अपि यम् सम् अपि मकार अन्तः अस्ति चेत् भिन्नरूपमपि अस्ति. अहमपि पठितवती संस्कृति अनुस्वार भवति, मकार अपि भवति. चिन्तनीयम्, इतोपि चिन्तयित्वा एव वक्तुं शक्नोमि. प्रयत्ने इत्यस्मिन् अर्थे एकः धातुः यत् धातुः अस्ति. अपि च अत्र इतोपि किं ज्ञातव्यम् इत्युक्ते, यतिः अत्र ह्रस्व इकारान्तपदम् अस्ति, किन्तु यति अहं चिन्तयामि नकारान्तपदं, प्रातिपदिकं यतिन् इति. इत्युक्ते यस्य यतः अस्ति, संयमः अस्ति, सः यति भवितुमर्हति. अग्रिमं वाक्यं परिशीलयामः. अत्र वेदा भगिनी भवती पठतु. त्वं शुचिः देशे आसनं स्थापय. त्वं शुचिः देशे आसनं स्थापय. अत्र देशे पदस्य विशेषणमस्ति शुचिः. शुचि सप्तमी विभक्ति, शुचियां सप्तमी विभक्ति, हरिवत् शुचौ. अत्र शुचां नास्ति. पुनः शुचौ शुचौ शुचौ देशे शुचौ देशे आसन आसनं स्थापय. स्थापय इति लोट्लकाररूपमस्ति. स्थादात्वतः आसनं कर्मपदमस्ति. स्थाधातु सकर्मकधातु वा? स्थाधातुः अकर्मकधातुः. अत्र स्थाधातोः प्रसङ्गे अत्र स्थापय इति पदस्य पुरुषः कः, वचनं किं? पुरुषः प्रथम मध्यमपुरुषः एकवचनं स्थापय. लकारः कः? स्थापय लोट्लकार लोट्लकारः. अत्र स्थाधातुः अस्ति. स्थाधातोः साधारणलट्रूपं तिष्ठति, किन्तु स्थाधातुः दीर्घ आकारान्तधातुः इति कृत्वा अर्ति ह्रीव्लि क्नुयि क्ष्मायातां पुङ्णौ इति सूत्रेण पुग् आगमः भवति. पुग् आगमः भवति इति कृत्वा स्थापयति अथवा स्थापयतु इति आदीनि रूपाणि सिद्ध्यन्ति. पुग् आगमः भवति. वयं सर्वे जानीमः एव पुगन्तलघुपथस्य च इति सूत्रं वयं पठितवन्तः. अत्र पुगन्तं पुगन्तम् इत्युक्ते एतदेव इत्युक्ते अत्र दीर्घ आकारान्तधातुषु निच्योजनेन पुग् आगमः भवति. इदं रूपं निजन्तरूपं, साधारणरूपं तिष्ठति किन्तु स्थापयति इति निजन्तरूपं. पुगन्तलघुपथस्य च सूत्रम् एतादृशेषु स्थलेषु अपि कार्यं करोति. तदर्थमेव सूत्रे पुगन्तम् अङ्गं स्यात् इति दत्तमस्ति. शुचिः पदं पुल्लिङ्गपदम् अस्ति न भगिनि? पश्यन्तु शुचिः, लेट् मी सी. तिन् प्रत्यय किल शुचिः अपि, शुच् प्लस् तिन्. तिन् नास्ति इति भाति भगिनि. शुचिः इति शुचिः शुच्याम् अस्ति. पुंलिङ्ग इति दत्तं भगिनि. पुंलिङ्गम् आम्, शुचिः पुंलिङ्ग, शुच्यति शुच् धातु भूतिभावे दिवादिगणे उभयपदि अकर्मक. अस्तु, एतावत् अहं न दृष्टवती शुचिः इति पदं कथं साधितं, किन्तु शुचिः इति पुंलिङ्गपदम् अस्तु. शुच्यति शोच्यते शुचि. अनन्तरम् अस्मिन् वाक्ये इतोपि किम् अस्ति? आसनम् इति पदमस्ति. आसनम् अस् धातुतः आयाति वा? आसन लुडन्तपदं वा? न न, अस् धातोः रूपम् अस्ति किन्तु अदादिगणे एकः धातुः अस्ति आस् धातुः. ओ, आस् धातुः. आस् धातोः रूपम् आस्ते, आसाते, आसते इत्यादीनि रूपाणि भवन्ति. अदादिगणीय आस् धातुः, तस्य ल्युडन्तरूपम् एव आसनम्. अग्रिमं वाक्यं कार्यकार्यव्यवस्थितिः, कार्याकार्यव्यवस्थितिः, कार्य अकार्य वा कार्य अकार्यव्यवस्थितिः वा? कार्य अकार्यव्यवस्थितिः, व्यवस्थितिः शास्त्रम् एव प्रमाणम्. कार्य अकार्यव्यवस्थितिः शास्त्रम् एव प्रमाणम्. स्थितिः तत्र सप्तमी विभक्ति स्थितौ, परन्तु वाक्यस्य अर्थं न जानाति मयं भगिनि. किञ्चित् वदामि अहम्. इदं वाक्यं भगवद्गीतायाम् अस्ति, श्लोकः अस्ति, तस्मात् शास्त्रं प्रमाणन्ते कार्याकार्यव्यवस्थितौ, ज्ञात्वा शास्त्रं विधानोक्तं कर्म कर्तुम् इहार्हसि. श्लोकः अस्ति कार्याकार्यव्यवस्थितिः इति तत्र भगवद्गीतायाम् अस्ति. समस्तपदमेव एतत् पदं. कीदृशसमासः भवति, कथं तत्र चिन्तनं भवति इत्यस्मिन् प्रसङ्गे कार्यञ्च अकार्यञ्च तावत्पर्यन्तं प्रथमतया चिन्तनीयं. कार्यं च अकार्यं च तत्र द्वन्द्वसमासः भवति. रूपं कथं भवति? कार्याकार्ये, यथा फलं फले इव अत्र द्वन्द्वसमासे अपि उत्तरपदस्य लिङ्गमेव भवति इति कृत्वा कार्याकार्ये इति समस्तपदं भवति. तस्य विग्रहवाक्यं कार्यं च अकार्यं च इति भवति. तदनन्तरं कार्याकार्ययोः व्यवस्थितिः इति भवति. अत्र कार्याकार्ययोः इति कथनेन सप्तमी विभक्ति द्विवचनं द्विवचनरूपं विग्रहवाक्ये वक्तव्यं भवति. कार्याकार्ययोः व्यवस्थितिः अत्र सप्तमी अथवा षष्ठी अपि भवितुम् अर्हति. तत्र षष्टितत्पुरुषः सप्तमीतत्पुरुषः भवितुमर्हति. कार्याकार्ययोः व्यवस्थितिः, व्यवस्थितिः इत्यस्मिन् अपि वियोगः अवयोगः स्थायोगः क्तिन् प्रत्ययान्तरूपं. वियोगः अवयोगः स्थायोगः क्तिन् व्यवस्थितिः इति तत्र कृदन्तपदं सिद्ध्यति. एतावता कार्याकार्ययोः व्यवस्थितिः भूत्वा सप्तमी विभक्तिरूपं वदामश्चेत् कार्याकार्यव्यवस्थितौ इति पदमस्ति चेत् तत्र आहत्य अन्ततो गत्वा विग्रहवाक्यं कार्याकार्ययोः व्यवस्थितिः तस्याम् इति विग्रहवाक्यं वक्तव्यं भवति. एतावता अस्य अर्थः तु कर्तव्य अकर्तव्यव्यवस्था, इत्युक्ते यत्र कुत्रापि कार्य अकार्यविषये सन्देहः भवति अथवा शङ्का भवति, यदा कदापि शङ्का जायते कर्तव्य अकर्तव्ययोः मध्ये शङ्का वर्तते तदा शास्त्रमेव तत् प्रमाणं दत्तम्. उत्तमं. शास्त्रम् एव प्रमाणं, तव शास्त्रम् एव प्रमाणम् इत्युक्ते शास्त्रेण यत् प्रतिपादितं तत् कर्तव्यम् अथवा तत्र स्थितेन शास्त्रेण यदुच्यते तदेव त्वं कर्तुम् अर्हसि. तस्मात् शास्त्रं प्रमाणन्ते कार्याकार्यव्यवस्थितौ, ज्ञात्वा शास्त्रं विधानोक्तं कर्म कर्तुम् इह अर्हसि इति भगवान् वदति. अत्र शास्त्रम् इति एकं पदमस्ति, शास् धातुः अस्ति. शास् धातुः स्ट्रन् इति एकः प्रत्ययः अस्ति, तेन शास्त्रम् इति रूपं सिद्ध्यति. अनुशिष्टौ पुनः एकबार किं प्रत्ययं किं भगिनि? स्ट्रन्. स्ट्रन् अनुशिष्टौ इत्यस्मिन् अर्थे शास् धातुः अस्ति, तस्य लट्लकाररूपं शास्ति. अपि च प्रमाणं भवती ऊहां करोतु. प्र उपसर्गपूर्व प्रमाणं मान धातु वा मान् धातु वा न मा धातुः अस्ति. मा धातोः रूपं माति. अदादिगणीयधातुः माति अस्ति, तस्य ल्युडन्तरूपं मानम्. अत्र प्रमाणं रेफस्य कारणेन णत्वम् आगतम्. प्रमाणम् इत्युक्ते इतोपि किं वक्तव्यं? प्रमाणम् इत्युक्ते ज्ञानसाधनम्. पश्यन्तु, बहु उत्तमः अर्थः. इत्युक्ते एतावता शास्त्रविहितं कार्यं करणीयं, शास्त्रविधानोक्तं कार्यम् अथवा शास्त्रविहितं, महोदयेन पूर्वमपि उक्तं, शास्त्रविहितं कार्यं करणीयं. यदा कदापि संशयः जायते तदा शास्त्रमेव प्रमाणम्. प्रमाकरणं प्रमाणं. प्रमा इत्युक्ते ज्ञानमपि भवति, बोधनं ज्ञानं. सो प्रमाणं प्रमाकरणं प्रमाणेन प्रमा जायते. इन्द्रिय प्रमाणेन प्रमा जायते. प्रमा इत्युक्ते ज्ञानम् अबोधनम्. इन्द्रियजन्यं ज्ञानम् एव प्रमाणम्. इन्द्रियजन्यं ज्ञानं अतीन्द्रियेषु विषयेषु शास्त्रमेव प्रमाणम्. तर्कशास्त्रे प्रथमाध्याये प्रथमश्लोके अस्ति प्रमाकरणं प्रमाणम्. पुनः वदतु महोदय. प्रमाणं प्रमाकरणं प्रमाणं करणं प्रमाकरणं प्रमाणम् इन्द्रियजन्यं इन्द्रियजन्यं प्रमाणं तस्तेन प्रमा जायते. इत्युक्ते एतावता किम् अवगन्तव्यं? प्रमाणेन प्रमा जायते, अवबोधनं भवति. अनन्तरं भवती एव करोतु. तव बुद्धिः समाधिः अचला तिष्ठति. तव बुद्धिः षष्टिविभक्ति. तव बुद्धिः समाधिः तस्य सप्तमीविभक्ति समाधौ. तव बुद्धिः समाधौ अचला तिष्ठति. अचला तिष्ठति तव बुद्धिः समाधौ. ओ, समाधिस्थित्यां बुद्धिः अचला भवति एवम् उक्तं वा तत्र? इत्युक्ते समाधौ बुद्धिः अचला तिष्ठति. बुद्धिः इति स्त्रीलिङ्गपदमस्ति इति कृत्वा अचला इति पदमस्ति. अचला इत्यस्मिन् पदे नैतत्पुरुषसमासः अस्ति. न चला चलति अचला इति भवति, नैतत्पुरुषसमासः अस्ति. बुद्धिः अचला तिष्ठति कदा अथवा कुत्र? समाधौ समाधौ समाधिस्थित्यां समाधिस्थित्यां. सम् उपसर्गपूर्वकः, आ उपसर्गपूर्वकः, धा धातुतः तत्र एकः प्रत्ययः अस्ति, अहं न जानामि, तस्य रूपं समाधिः. अग्रे पठतु. पण्डितः ब्राह्मणः स्वपाकः गौः च समदर्शी भवति. कोष्ठके किं दत्तमस्ति? आवरणे ब्राह्मणः स्वपाकः गौः अहं न जानामि, परन्तु गौः तत् पदस्य सप्तमी विभक्ति अस्ति. गवि गवि गौः गोशब्दस्य सप्तमी विभक्ति गौः. पण्डितः ब्राह्मणः श्वपाक गौः स समदर्शी. समदर्शी इत्युक्ते वन् सैटेड्नेस् समं पश्यति. समं पश्यति, समं पश्यति इति एव समदर्शी. अत्र समदर्शी इति पदमपि नकारान्तपदमस्ति. तत्र प्रातिपदिकं समदर्शिन् इति भवति. पण्डितः इति पदस्य विशेषणं भवति समदर्शी अस्मिन् वाक्ये. अत्र भगिनी पश्यतु, अत्र आवरणे त्रीणि पदानि दत्तानि. त्रयाणां पदानां रूपपरिवर्तनं कृत्वा वक्तव्यम्. ओ ओके. पण्डितः ब्राह्मणे श्वपाके गवी च समदर्शी भवति वा? उत्तमं. ब्राह्मणः इति पदमस्ति. यः ब्रह्म जानाति सः ब्राह्मणः. ब्रह्मशब्दात् ब्राह्मण इति पदम् आगतम्. अपि च स्वपाकः, श्वपाकः इत्युक्ते श्वानं पचति. श्वानं पचति इत्युक्ते शुनकं पचति. इत्युक्ते यः शुनकं पचति सः श्वपाकः. इति अपि अस्ति किल भगिनि? चण्डालः, चण्डालः इति अपि अस्ति. अत्र गौः इति प्रथमाविभक्ति एकवचनरूपम् अस्ति, किन्तु इदं पदम् ओकारान्तपदं. गोशब्दः, गोशब्दस्य प्रथमान्तरूपं गौः. गौः गावौ, गौः गावौ गावः. श्लोकं पश्यामश्चेत् ब्राह्मणे गविहस्तिनी इति लिखितमस्ति. अत्र भगवद्गीता श्लोकः एव. ब्राह्मणे इति सप्तम्यन्तं रूपम् अस्ति, गवि इति सप्तम्यन्तं रूपं, हस्तिनी इति अपि पदं श्लोके अस्ति. हस्ति इति गजः इत्यस्मिन् अर्थे अस्ति. हस्तिन् नकारान्तपदं, यस्य हस्तः अस्ति सः हस्ति. किन्तु श्लोके एतत् सर्वं दत्तमस्ति. पण्डितः इत्युक्ते पण्ड्यते अथवा तत्त्वज्ञानं येन प्राप्यते सः पण्डितः इति. पण्डितः इत्युक्ते तत्त्वज्ञानी. तत्त्वज्ञानी समं पश्यति. कुत्र? ब्राह्मणे, गवि, हस्तिनि, श्वपाके इति अत्र अर्थः. अन्यानि वाक्यानि अपि सन्ति, समयः जातः अधुना. अत्र स्थगयाम. अग्रिमे सप्ताहे पुनः मिलित्वा अन्येषां वाक्यानां प्रसङ्गे चर्चयिष्यामः. सर्वेषां धन्यवादः.